अस्तु, वेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इति विषयः अधीयमानः अस्ति सम्प्रति वर्गे. तस्य विषयस्य अवगमनार्थम् अस्माभिः अवधिः इत्युक्ते किं, नियतावधिकत्वं, निखिलावधिकत्वम् इत्यादिकं कुत्र कुत्र वर्तते इति परिशीलितं. तर्हि अधुना मूलविषयः परिशील्यते, वेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. अत्र स्मर्यतां यत् भेदः एव पृथक्त्वम् इति नव्यनायायिकानां मतम्. नव्यनायायिकानां मतं प्रति प्राचीनानां विरोधः अस्ति, अतः भेदः एव पृथक्त्वम् इति आक्षेपः इति उक्त्वा तस्य निवारणाय प्रयत्नं कुर्वन्ति अत्र. अस्तु, तस्मिन् एव विषये अस्माभिः अधीतं यत् विद्याधरीग्रन्थे एकं वाक्यमासीत्, न च गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्यैव कपालावधिकत्वस्यापि आवश्यकत्वात् तद्दोषतादवस्थ्यम् इति वाच्यम् इति. तस्य वाक्यस्य विषये किञ्चित् चर्चां कृत्वा अद्य अग्रे सरेम. तर्हि अस्मिन् वाक्ये यद् इदानीं मया पठितं, तस्मिन् तस्य वाक्यस्य आकृतिः कीदृशी इति सावित्री भगिनी वदति वा? कस्य वाक्यं तद्, अपि च वाक्ये किं किम् अस्ति इति. भगिनि एकनिमिषः, पुस्तके कुत्र अस्ति अथवा करपत्रे कुत्र अस्ति वाक्यं? करपत्रे एव अस्ति, भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. अस्तु अस्तु, इति विभागे विभागात् अहं पठितवती, केवलं पुनरावर्तनं कुर्मः एकवारं, तदनन्तरम् अग्रे सरणम्. अस्तु, तस्य वाक्यस्य उक्तवती, क्षम्यतां भगिनि, वदतु. भवत्याः प्रश्नः कः आसीत्? न न, भवती विद्याधर्यां वाक्यम् अस्ति इति उक्तवती. अस्तु अस्तु, क्षम्यतां, विद्याधर्याः वाक्यमेव अत्र करपत्रे युक्तमस्ति खलु, तदेव पठितवती. परन्तु भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः, तत्र वाक्यं नास्ति किल? तस्मिन् एव विभागे अग्रिमे पुटे अस्ति वाक्यम्. षोडशपुटे अस्ति. क्षम्यतां महोदय, अहं सङ्गणके. अस्तु, सङ्गणके एव करपत्रे अस्ति भगिनि. आमां, करपत्रे तद् दृष्ट्वा वक्तुं शक्नोति. अस्तु अस्तु, अत्र नूतन सिद्धान्तिन नूतननैयायिकानां मतमस्ति भेदः एव पृथक्त्वं, द्वितीय पृथक्त्वम् इति गुणः न अपेक्षितः इति. परन्तु प्राचीननैयायिकानां वदन्ति यत् पृथक्त्वम् इति गुणः, भेदः इति पदार्थः द्वयोः मध्ये साम्यं नास्ति इति. भगिनि क्षम्यतां, भवत्याः प्रश्नः किमस्ति भगिनि? मम प्रश्नः आसीत् तद् वाक्यमस्ति किल, न च गुणरूपस्य इति दीर्घं, तस्य आकृतिः तावदेव. ओ अस्तु अस्तु अस्तु अस्तु, अवगच्छामि इदानीं. न च गुणरूपस्य रूपादिवत् नियतावधिकत्वे मानाभावात् तस्य आकृतिः किल? अस्तु, अत्र गुणरूपस्य रूपादिवत् निखिलावधिकत्वे मानाभावात् इति प्रथम आक्षेपः. अनन्तरं नियतावधिकत्वं न आगतम्. अस्तु अस्तु क्षम्यतां, नियतावधिकत्वे मानाभावात् इति प्रथम आक्षेपः. आपादनम् अस्तु, नूतननैयायिकानाम् आक्षेपः भगिनि, प्रथमतया तत् सम्पूर्णं वाक्यं कस्य वाक्यमस्ति, न च इत्यतः आरभ्य वाच्यम् इति पर्यन्तम्? तत्तु प्राचीनानां मतमस्ति. प्राचीनानां मतं प्राचीनानां वाक्यमस्ति यद् यद् सिद्धान्तिनः वाक्यम् इति अपि उक्तम्. अत्र सिद्धान्तं प्रतिपादयन्तः के सन्ति? प्राचीनाः. तर्हि इदं सिद्धान्ति, ते एव सिद्धान्तिनः, तेषां वाक्यमस्ति इदं, न च इत्यस्मात् आरभ्य वाच्यम् इति पर्यन्तं. तस्मिन् वाक्ये किं किम् अन्तर्भूतमस्ति? तस्मिन् वाक्ये नवनैयायिकानां आक्षेपद्वयम् अस्ति. नवनैयायिकानां वा अथवा पूर्वपक्षिणां? पूर्वपक्षिणाम्. आम्, सः यः कोऽपि भवतु, सिद्धान्तिनः विरुद्धं यः कोऽपि वदति तस्य आपादनद्वयम् अन्तर्भूतम्. प्रथम आपादनम् अस्ति गुणरूपस्य तस्य रूपादिवत् नियतावधिकत्वे मानाभावात्. नूतननैयायिका अथवा नवनैयायिकानां मतमस्ति ते न स्वीकुर्वन्ति पृथक्त्वम् इति एकं गुणमस्ति. तद् मास्तु, इदानीं प्रथमम् आपादनम् एतदासीत्, द्वितीयम् आपादनं कुत्र अस्ति? कपालादिकत्वस्यापि आवश्यकत्वात् न मध्ये किमपि अस्ति तत्र, अहं यत् अहं पश्यामि भूतलावधिकस्य इव कपालावधिकत्वम् अग्रे अस्ति. भूतलावधिकत्वस्येव कपालादिकत्वस्यापि आवश्यकत्वात् इति द्वितीय आपादनं. समीचीनम्. अस्तु, अपि च अस्मिन् वाक्ये न च इत्यस्य अन्वयः कुत्र भवति? न च इति प्रायः तद् सिद्धान्ती न स्वीकुर्वन्ति यत् नवनैयायिकानां मतं न स्वीकुर्वन्ति, न च तद्दोषतावस्त्यम् इति वाच्यं, न च वाच्यम्. समीचीनं. तर्हि न च इत्यस्य अन्वयः वाच्यम् इत्यनेन सह सिद्धान्तिनः न च वाच्यम् इति वदन्ति. किं न च वाच्यं? मध्ये स्थितम् आपादनद्वयं यद् भगिन्या सूचितम् अधुना, तद् न वाच्यम् इति सिद्धान्तिनः वदन्ति. किमर्थं न च वाच्यं? यतोहि तद्दोषतादवस्त्यम् इति आगच्छति पुनः, तदर्थम् आपादनद्वयं न च वाच्यम् इति सिद्धान्तिनः वदन्ति. अग्रे गत्वा तद्दोषतादवस्त्यं, सः दोषः कः इति परिशीलयामः. अस्तु, इदानीं वाक्यस्य आकृतिः ज्ञाता. तर्हि गते सप्ताहे, सप्ताहद्वयात् प्राक्, प्रथम आपादनस्यापि काचित् चर्चा जाता. तर्हि तस्य विषये इदानीं किञ्चित् माला भगिनी वदति वा? भगिन्या अधुना वाक्यस्य आकृतिः कीदृशी अस्ति इति प्रतिपादितम्. अस्तु, वाक्ये अस्मिन् आपादनद्वयम् अस्ति, प्रथम आपादनस्य विषये किञ्चित् वदति वा माला भगिनि? आं वदामि. गुणरूपस्य तस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथम आपादनम् अस्ति. तत्र नियतावधिकत्वं नियतावधिकं गुणः अस्ति इति ते न अङ्गीकुर्वन्ति नवनव्यायिकानां मतेन. केन अङ्गीकुर्वन्ति? नवनव्यायिकानां नवनैयायिकाः न अङ्गीकुर्वन्ति. अस्तु, अत्र किञ्चित् चिन्तनीयं केन अङ्गीकुर्वन्ति अपि च तस्य इत्यस्य अन्वयः केन सह अस्ति इति सर्वं किञ्चित् वक्तव्यं. हा, गुणरूपस्य तस्य इत्युक्ते पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात्. पृथक्त्वम् एकः गुणः अस्ति इति पृथक्त्वं पृथक्त्वे नियतावधिकत्व गुणरूपेण न अङ्गीकुर्वन्ति खलु. केन अङ्गीकुर्वन्ति? नवनव्यायिकाः न अङ्गीकुर्वन्ति अथवा पूर्वपक्षिणः. आम्, यः कोऽपि सिद्धान्तिनः विरुद्धं वदन्ति ते पूर्वपक्षिणः अथवा नवनव्यायिकाः न अङ्गीकुर्वन्ति. पृथक्त्वं गुणः इति न अङ्गीकुर्वन्ति. पृथक्त्वं गुणरूपस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियथावधिकत्वम् अस्ति खलु. यतोहि अस्माभिः पूर्वमपि पठितं पृथक्त्वस्थले यदा प्रतीतिः जायते तत्र नियमेन भासते अवधिः कः इति, घटः पटात् पृथक् इति. तर्हि ते वदन्ति यत् नियतावधिकत्वं भासते पृथक्त्वस्थले, सः रूपादिवत् मूर्तोत्पत्ति द्वितीयक्षणे जातमेव पृथक्त्वं, तत्र सहमता अस्ति, तत्र कोऽपि अनङ्गीकारः किमपि तथा नास्ति. किन्तु पृथक्त्वम् इत्यस्मिन् नियतावधिकत्वं भासते, अपरत्र नास्ति तथा. रूप रस गन्ध इत्यादिषु गुणेषु अवधिः अथवा नियतावधिकत्वम् इति आसीत् वा? नासीत्. अस्तु, एतावत्पर्यन्तं ये ये गुणाः सिद्धाः तत्र तु न आसीत्. अस्तु, पृथक्त्वस्थले नियतावधिकत्वम् अस्ति अतः मानाभावः. मानाभावः इत्युक्ते अनङ्गीकारः, न मन्यते अस्माभिः इति भावः पृथक्त्वस्य विषये इति प्रथमम् आपादनम् अस्ति. अस्तु, इति एव सारांशः प्रथम आपादनविषये. अत्र कस्यचित् कोऽपि भ्रमः अस्ति वा? वस्तुतः नियतावधिकत्वं यत्र अस्ति तत्र गुणरूपत्वेन स्वीकारः मास्तु इति पूर्वपक्षिणां मतं, तावदेव अस्ति. अन्यतावधिकत्वम् अन्यत्र कुत्र भासते? भेदस्थले, घटः पठात् भिन्नः इति. अस्माभिः चत्वारः पदार्थाः अधीताः खलु, दृष्टाः अवधिप्रसङ्गे, संयोगः, विभागः, भेदः, पृथक्त्वम् इति. तस्मिन् प्रसङ्गे नियतावधिकत्वं कुत्र कुत्र आसीत्? भेदस्थले, पृथक्त्वस्थले. हा, अस्तु, तर्हि ते वदन्ति यत् नियतावधिकपदार्थः भेदः इति अस्ति एव. तर्हि तेन किं साधनीयं भवति? तेन अस्माभिः साधितं यत् पृथक्त्वम् इति अन्यत् किमपि नास्ति इति पूर्वपक्षिणां मतम्. अस्तु, इति प्रथमम् आपादनं. अधुना तेषां द्वितीयम् आपादनम् अस्ति भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकम् इति द्वितीयम् आपादनं. तस्य परिशीलनं भवति अधुना. अस्तु, मध्ये केन केन आगतम्? वर्धिनी अस्मि. वर्धिनी भगिनी, अनन्तरं लक्ष्मी भगिनी अस्ति वा? अस्तु, तर्हि इतः अग्रे पठेम. तर्हि राजेन्द्रमहोदय आरब्धुम् इच्छति वा? आं भगिनि. पूर्वपक्षिणः द्वितीयम् आपादनम् इति. भेदः एव पृथक्तम् इति आक्षेपस्य निरास ततः न ततः न तत्र तस्मिन् तु प्रथम आपादनस्य विषये आम् आम् पूर्वपक्षिणः द्वितीयम् आपादनं यथा अग्रे पूर्वपक्षिणः द्वितीयम् आपादनं वस्तु गत्वा गुणक्षेत्रे नियत अवधिकं पृथक्त्वम् इत्यादीनां मानं नास्ति तस्य किन्तु तादृशः कश्चन नित्य अवधिकः गुणः स्वीकृतश्चेत् अपि द्वितीयम् आपादनं किम् इत्युक्तौ भूतला अवधिक्तस्य एव कपाल अवधिक्तस्य अपि आवश्यकत्वम् अनेन पूर्वपक्षी आपादयति यत् अस्तु यदि पृथक्त्वस्य गुणरूपेण नियता अवधिक्तं स्वीकुर्मः तर्हि तस्य तस्मिन् क्षेत्रे किमपि न्यायकं नोक्तम् अतः भूतला अवधिक्तम् इव कपाल अवधिक्तम् अपि स्यात् कुत्र घटे पूर्वपक्षिणा तेषां द्वितीय आपादनम् अस्ति कथं नास्ति यथा भूतला अवधिक्तस्य इव यथा वयं वदामः भूतला अवधिक् घटभूतलयोः भेदः अस्ति पृथक्त्वम् अस्ति तत् घटः भूतलात् पृथक् यदा वदामः तत् भूतला अवधिक् तत्र पृथक्त्वम् अस्ति तादृशी कपाल घटकपालयोः अपि अवधिक्त्वं स्वीकर्तुं स्वीकुर्मः यदि तत्र कोऽपि भेदः नास्ति तत्र कपाल घटकपालयोः भेदः अस्ति पृथक्त्वं भवितुम् अर्हति पूर्वपक्षिणः वदन्ति यदि पृथक्त्वस्य गुणरूपे नित्य यदा वयं स्वीकुर्मः पृथक्त्वस्य गुणरूपे नियत अवधिक्त्वं तत्र अस्ति कथं वां न स्वीकर्तुं शक्नुमः भूतला अवधिक्तम् एव कपाल अवधिक्तम् अपि स्यात् तेषां मतमस्ति पूर्वपक्षिणां मतमस्ति ते समान एव सामान्यस्थितिः अस्ति यथा भूतला अवधिक्तं घटः भूतलात् पृथक् कपालः कपालः घटात् पृथक् तत् समान एव स्वीकर्तुं शक्नुमः तत् अवधिक्तम् अवधिक्त्वं तत्र भवति एव तत्र अस्मिन् क्षेत्रे अस्तु तर्हि पूर्वपक्षिणः आपादनानुसारम् इदानीं ते वदन्ति नियतावधिकत्वं यत्र अस्ति तद्गुणरूपेण न स्वीकुर्मः इति ते वदन्ति अपि च ते एव वदन्ति यत् अस्तु गुणक्षेत्रे नियतावधिकत्वम् इति स्वीकुर्मश्चेत् नियतावधिकः गुणः इति स्वीकृतश्चेत् तदा नियमेन वक्तव्यं भवति अवधिः कुत्र इति तर्हि भूतलावधिकत्वस्य इव घटः भूतलात् पृथक् इत्यस्यां प्रतीतौ तत्र अवधिः कः राजेन्द्रमहोदय भूतलं तर्हि भूतलम् इव कपालस्यापि अवधिकत्वं पृथक्त्वे आवश्यकं भवति इति महोदयेनापि उक्तम् किं प्रश्नः वा आम् आं मम एकः प्रश्नः अस्ति अत्र पृच्छामि वा भगिनि अस्तु अस्तु पृच्छतु भगिनि प्रतीतिं दृष्ट्वा वस्तुस्थितिं निश्चयं कर्तुं शक्नुमः वा तथा अत्र नियतावधिकत्वं इति प्रतीति स्थितिः किल. नियतावधिकत्वम् इत्युक्ते यत्र यत्र पृथक्त्वम् इति गुणः प्रतीत्यां भवति तत्र तत्र अवधिः भवति, पञ्चमी विभक्ति भवति इति किल. परन्तु प्रतीतौ नियमेन भासते इति. परन्तु तद्दृष्ट्वा भूतलावधिकत्वम् इव कपालावधिकत्वम् अपि स्यात् इति उक्तौ तत्र वस्तुस्थितिः भिन्नः भवति किल. अस्तु, प्रश्नः तु समीचीनः. अस्तु, प्रतीतिम् अवलम्ब्य एव अवधिः निर्णीयते चेत् तर्हि प्रतीतिवशात् भूतलम् एव अवधिः स्यात् इति भवत्याः प्रश्नः किल. तर्हि कपालस्य का आवश्यकता इति. तर्हि प्रतीतिः यः कोऽपि भवतु, किन्तु तेषाम् अनुगुणं पृथक्त्वम् इति नियतावधिकः गुणः इति. तस्मिन् सन्दर्भे यदा पृथक्त्वम् इति जायते तदा तु अवधिः कुत्र अस्ति इति न उक्तं खलु. तर्हि नियतावधिकत्वम् अस्ति पृथक्त्वे इति वदनेन किं कुत्र अस्ति तस्य अवधिकत्वं? भूतले एव अस्ति वा, कपाले अपि अस्ति इति आगच्छति वा? कपाले अपि अस्ति इति आगच्छति चेत् पुनः तेन कः दोषः आयाति इति. किञ्चित् क्लेशाय अस्ति, परन्तु अग्रे गच्छामः. प्रायः क्षम्यताम्, अत्र प्रश्नः इदानीं मम अवगमनार्थम् अहं पृच्छामि. तत्र इदानीं तेषाम् आपादनं किम् इत्युक्ते, तत्र यथा घटे भूतलावधिकपृथक्त्व गुणः वर्तते, पृथक्त्वं वर्तते, तथा एव कपालावधिकपृथक्त्वम् अपि भवितव्यं, तदा एव तत्र नियतावधिकं त्वं घटे अस्ति इति तेषाम् आपादनं वा? तेषाम् आपादनम् अस्ति यद् यदि अहं स्वीकरोमि पृथक्त्वं नियतावधिकः इति स्वीकरोमि चेत्, नियतावधिकम् इति स्वीकरोमि चेत्, किन्तु नियमेन कुत्र अस्ति अवधिः इति न उक्तं, तर्हि मम ऊहानुसारं भूतलावधिकं वा कपालावधिकं वा इति सर्वं चिन्तयितुं शक्नोमि. अतः भूतलावधिकत्वस्य इव कपालावधिकत्वमपि आवश्यकं भवेत् इति. नियामकं नोक्तं तत्र अवधिकं, नियामकं न उक्तं, ते स्वयमेव आपादनं कृत्वा आपादने विद्यमान तर्के दोषमपि ते एव सूचयन्ति. नियतावधिकत्वम् इति प्रथमतया न स्वीकुर्वन्ति, तदनन्तरं वदन्ति यत् अस्तु स्वीकुर्मश्चेत् अपि नियतावधिकत्वं नियतावधिकत्वम् अस्ति इति स्वीकृतं चेदपि तर्हि कुत्र अस्ति नियमेन इति न उक्तं किल इति तेषां प्रश्नः. भगिनी, नियतावधिकत्वविषये तेषां मतिभेदता नास्ति इत्युक्ते ते न आक्षेपन्ति, परन्तु मम मतानुसारेण केवलं नियतावधिकं पदार्थः अनुरूपेण यत् अस्ति तस्मिन् विषये तेषाम् आक्षेपः, तर्हि ते त्यजतु प्रथमम् अंशं तु त्यजतु, परन्तु द्वितीय आपादनं यत् अस्ति तेन किमर्थं न वक्तुं शक्नुमः यत् कपालावधिकपृथक्त्वं घटे नास्ति इत्येव अस्ति मम मतानुसारेण. हा, तथैव अस्ति भगिनि, समीचीनम् इति बुद्धं. परन्तु मम चिन्तनम् अस्ति नियतावधिकत्वम् अपि च निखिलावधिकत्वं मध्ये तेषां किञ्चित् क्लेशः अस्ति. नियतावधिकं तु परं प्रतीतिवशात् एव जायमान पदार्थः अथवा भगिनि समीचीनमेव. अग्रे अग्रे निखिलावधिकत्वस्य विषये अपि अस्ति. तेषां मनसि तादृशः चिन्तनं तादृशं चिन्तनम् अस्ति इति सिद्धान्ती जानाति. तदर्थमेव ते इदं पृच्छन्ति भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वम् अस्ति इति तदर्थं ते पृच्छन्ति. नियतावधिकत्वस्थले निखिलावधिकत्वमपि स्यात् इति तथा किमपि तेषां चिन्तनं पूर्वपक्षिणा. तदर्थम् इदम् आपादनम् आगतम् इति. आहत्य भेदहेव पृथक्त्वम् इति विषयं प्रति ते सर्वान् नयन्ति खलु भगिनि? सत्यं. तत्तु कस्य कस्य प्रयत्नः अस्ति तद् सः प्रयत्नः भेदः एव पृथक्त्वम् इत्यायिकानां प्रयत्नम् अस्ति. पूर्वपक्षिणाम् अथवा नव्यनयायिकानां तादृशप्रयत्नं सिद्धान्तिनाम् अथवा प्राचीनानां नास्ति. परन्तु भगिनि एकमेव वदामि, नियतावधिकत्वम् अस्य पदस्य संज्ञा अस्ति प्रतीति प्रतीत्याम् एव. परन्तु पदार्थमध्ये निजरू नै अहं न वक्तुं शक् वस्तुस्थितिः तथा नास्ति. वस्तुस्थितिः निर्णयं न कर्तुं शक्नुमः. भगिनी यद् भगिनी वदति तदपि सत्यं, प्रतीतिवशात् एव भासते. परन्तु ते किं वदन्ति, एतावत्पर्यन्तं ये ये गुणाः सिद्धाः रूप रस गन्ध स्पर्श तत्र तु नियतावधिकत्वं न आसीत्. अस्तु अधुना अङ्गीकुर्मः यत् पृथक्स्थले नियतावधिकत्वम् अस्ति इति. किन्तु मूर्तोत्पत्ति द्वितीयक्षणे यदा पृथक्त्वं जायते तदा प्रतीतिः अपि जायते वा कस्मात् पृथक् इति? तत्तु न जायते किल. तर्हि नियामकं किम् अस्ति? नियामकम् इति किमपि कान्सेप्ट् एव नास्ति तत्र. तदर्थम् अस्माकम् अनङ्गीकारः पृथक्त्वं नियतावधिकः गुणः अस्ति तादृशम् इति अस्माकम् अनङ्गीकारः इति प्रथम आपादनम्. द्वितीय आपादने ते किमपि अस्तु स्वीकुर्मः, इदानीं पृथक्त्वम् इति नियतावधिकः गुणः अस्ति इति एव स्वीकुर्मः. किन्तु तस्य स्वीकारेण नियतावधिकः कश्चन गुणः अस्ति इत्यस्य स्वीकारेण आपादन आपत्ति इतोपि एका आपत्तिः सिद्ध्यति. तद् किं? तद् इदानीं महोदयेन पठितं. कुत्र कुत्र अवधिकत्वम् अस्ति, भूतले अस्ति वा कपाले अस्ति वा, कपालावधिकत्वस्य आवश्यकत्वं भवति खलु इति. अस्तु अग्रे गच्छेम तर्हि. अस्तु माला भगिनी पठति वा अग्रे? आं भगिनि. भूतलावधिकत्वस्येव कपालस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वम् इत्यनेन यद्यपि नियतावधिकगुणस्य मानं नास्ति तथापि यदि कश्चन नियतावधिकगुणः स्वीकृतः तर्हि यद् उक्त्या भवतां मते भूतलावधिकपृथक्त्वरूपगुणः घटे प्रतीयते तद् उक्त्या कपाल अवधिकपृथक्त्वस्य प्रत्ययः अपि स्याद् एव, किं बाधकम् इति पूर्वपक्षी पृच्छति. एवं च प्रथम आपादनेन पृथक्त्वस्य भेदरूपतायाः युक्तिः, द्वितीयेन च यथा भूतलावधिकपृथक्त्वस्य प्रत्ययः जायते तद्वत् कपाल अवधिकपृथक्त्वस्य प्रत्ययः स्यात्. अत्र भूतलावधिकत्वस्य इव कपाल अवधिकत्वस्यापि आवश्यकत्वम्। अत्र अस्मिन् वाक्ये प्रतीतिः नास्ति, अतः यथा वयं वदामः घटे भूतल अवधिकपृथक्त्वम् अस्ति, तथैव कपाल अवधिक पृथक्त्वम् अपि घटे भवतु इति तेषाम् अभिप्रायः। किमर्थम् एकमेव भवतु भूतल अवधिकपृथक्त्वं, किमर्थं कपाल अवधिकपृथक्त्वम् अपि न भवेत् इति तेषां प्रश्नः अस्ति। आम्, तत्र किं बाधकम् अस्ति इति ते पृच्छन्ति। तदेव, यतोहि नियतावधिकत्वम् इत्यस्य वदनेन नियमेन कुत्र अस्ति अवधिः इति न उक्तम्। अत्र प्रतीतिः एव न अभवत् खलु, घटः भूतलात् पृथक् अथवा किमपि नास्ति, न उक्तमस्ति, अतः एतादृशः प्रश्नः उदेति तस्मिन् मनसि, तेषां मनसि खलु। अस्तु, तदर्थं द्वितीयम् आपादनं कृत्वा ते वक्तुम् इच्छन्ति यत् पृथक्त्वस्य, पश्यतु पृथक्त्वस्य गुणत्वेन स्वीकारेण किं किम् आपतति इति दर्शयितुम् इच्छन्ति पूर्वपक्षिणः। भगिनि, एकः प्रश्नः क्षम्यताम्, इदानीं प्रथम आपादने एकः मम सन्देहः वर्तते अत्र, इदानीं गुणक्षेत्रे नियतावधिकत्वं नियतावधिकं पृथक्त्वम् इत्यादीनां मानं नास्ति, अतः ते पूर्वपक्षिणः वदन्ति तत्र नियतावधिकम् इति किमपि चतुर्विंशतिगुणेषु नास्ति, पृथक्त्वम् इति गुणः अस्ति, अतः नियतावधिकम् इति मानमेव नास्ति पृथक्त्वे इति वदन्ति वा ते, नो चेत् पृथक्त्वे नियतावधिकत्वम् अस्ति अतः सः गुणः नास्ति इति वदन्ति वा? द्वितीयं महोदय, पृथक्त्वम् इति कश्चन पदार्थः यथा भेदः तथैव कश्चन अस्ति पृथक्त्वं, तस्मिन् नियतावधिकत्वम् अस्ति इति उभाभ्याम् अङ्गीक्रियते पूर्वपक्षिभिः अपि च सिद्धान्तिभिः अङ्गीक्रियते, पृथक्त्वे नियतावधिकत्वम् अस्ति इत्यत्र न कोऽपि मतभेदः। किन्तु द्वितीयं यदुक्तं भवता, द्वितीयः विकल्पः पृथक्त्वे नियतावधिकत्वम् अस्ति तदर्थं गुणः नास्ति, तर्हि तत्र रूपरसगन्धर्वस्पर्शसङ्ख्या परिमाणपृथक्त्वसंयोगविभाग तत्र चतुर्विंशतिगुणाः इति भवति किल, तस्मिन्नेव तेषाम् आपादनमस्ति इति पृथक्त्वं तस्मिन् श्रेण्यां मास्तु, न भवितुमर्हति इति ते वदन्ति, यतोहि रूप रसगन्ध तत्र सर्वत्र अवधिः इति विषयः एव न जायते। धन्यवादः। माला भगिनी, तर्हि अन्तिमवाक्यं पठतु। अन्तिमवाक्यम्, एवं च प्रथम आपादनेन पृथक्त्वस्य भेदरूपतायाः युक्तिः, तस्य अर्थः किं भगिनि? प्रथम आपादनेन पृथक्त्वस्य भेदरूपतायाः युक्तिः, पृथक्त्वं भेदः एव, द्वितीयेन च यथा भूतल अवधिकपृथक्त्वस्य प्रत्ययः जायते तद्वत् कपाल अवधिकपृथक्त्वस्य प्रत्ययः स्यात्। यथा वयं वदामः भूतल अवधिकपृथक्त्वं घटे अस्ति, तादृश प्रत्ययः कपाल अवधिकपृथक्त्वम् अपि घटे अस्ति इति भवेत् इति ते वदन्ति। सत्यं, ते कदा द्वितीयम् आपादनं कर्तुं शक्नुवन्ति? प्रथमतया ते वदन्ति पृथक्त्वं भेदः एव, गुणः इति किमपि नास्ति, अस्तु अस्तु, गुणरूपत्वेन स्वीकुर्मः, नियतावधिकः सन् अपि गुणः स्यात् इति स्वीकुर्मः, तदा द्वितीयम् आपादनं भवति. तर्हि किं कपालावधिकत्वमपि अस्ति वा घटपृथक्त्वे इति? बुद्धं तर्हि बुद्धं स्यात् इति चिन्तयामि. अस्तु, वेङ्कटेशमहोदय अग्रे पठति वा? अधुना तथा आरभ्य किल. अधुना सिद्धान्ति उत्तरयति यत् द्वयोः आपादनयोः फलत्वेन पूर्वतनदोषः आयाति. गुणरूपस्य तस्य पृथक्त्वस्य रूपादिवत् मूर्तोत्पत्तिद्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि आवश्यकत्वात् तद्दोषतावस्थ्यम्. कः दोषः तद्दोषतादवस्थ्यं कः दोषः कपालावधिकपृथक्त्वं स्वीकृतं चेत् परस्परावधिकपृथक्त्वाश्रयौ कौ जातौ, कपालः घटः च? यदा द्वितीय आपादने कपालावधिकपृथक्त्वं घटे स्वीकृतं तदा तुल्ययुक्त्या घटावधिकपृथक्त्वं कस्मिन् आगतं कपाले? अनेन किं जातं? युतसिद्धत्वम् आगतं. कपालघटौ युतसिद्धौ भवतः. युतसिद्धौ यदा भवतः तदा तयोः संयोग आपत्तिः. अतः तद्दोषतादवस्थ्यम् इति न च वाच्यं घटकपालयोः संयोगापत्तेः तृप्तत्वात्. अतः तत्र इदानीं तस्य तेषाम् आपादनस्य उत्तरं सिद्धान्ती उत्तरयति. कथम् इत्युक्ते आपादनयोः फलत्वेन पूर्वतनदोषः आयाति. तत्र यतः पूर्वं यत् अङ्गीकृतं द्वयोः पक्षिणयोः अङ्गीकृतं तद् तस्य फलत्वेन दोषः आयाति एतयोः आपादनयोः. इत्युक्ते तत्र इदानीं कपालाधिकत्वपृथक्त्वम् इति स्वीकुर्मः चेत् परस्पर इदानीं कपाल पृथगाश्रय तेन स्तः कपालः घटः च तत्र भिन्नदेशेन स्तः. अतः तत्र ते तु अवय अवयविनौ स्तः. अतः तत्र परस्पर अवधिकपृथक्त्व आश्रयौ इति वयं वदामः चेत् तत्र तस्य का गतिः कपालः घटश्च? द्वितीय आपादने कपालावधिकपृथक्त्वं घटे अस्ति इति वयं स्वीकुर्मः चेत् तत्र तुल्ययुक्त्या घटावधिकपृथक्त्वं कस्मिन् कपाले? इत्युक्ते तत्र अवयवि अवयविनोः मध्ये एव पृथक्त्वम् इति सिद्धं भवति. इत्युक्ते तत्र कपालघटौ तादृशसन्दर्भे कपालघटौ युतसिद्धत्वम् आगच्छति. वयं पूर्वं पठितवन्तः युतसिद्धयोर्मध्ये संयोग आपत्तिः भवति. अयुतसिद्ध सिद्धवस्तुनयोः मध्ये एव संयोगः भवितुम् अर्हति. यतः तेषां भिन्नदेश आश्रयौ इति कारणात्. परन्तु अत्र तु महोदय इदं स्पष्टीकरोतु सर्वेषां पुनरावर्तनाय, युतसिद्धम् इत्युक्ते किम्? अयुतसिद्धम् इत्युक्ते इदानीं तत्र वयं तत्र इदानीं संयोगः वयं संयोगस्थले वयं वदामः तत्र इदानीं उदाहरणं स्वीकृत्य वक्तुं शक्नोति कौ युतसिद्धौ कौ अयुतसिद्धौ इति. इदानीं घटः कपाल अयुतसिद्धत्वम् इति वयं वदामः चेत् तत्र इदानीं अवयवापन्नयोः द्वयोः एव अयुतसिद्धत्वं भवितुम् अर्हति. अयुतसिद्धत्वम् इत्युक्ते तत्र द्वयोः द्रव्ययोः मध्ये यदा एकस्य द्रव्यस्य नाशपर्यन्तं तत् द्वयं अन्यत्र द्रव्यम् आश्रित्य एव तिष्ठति इति तदा अयुतसिद्धत्वं नाम तौ पृथक्तया सिद्धौ न स्तः. यत् महोदयेन उक्तं तदपि सत्यम्, एकं द्रव्यम् आश्रित्य अपरं तिष्ठति इति तदेव तौ एव अयुतसिद्धौ. युतसिद्धौ इत्युक्ते उदाहरणत्वेन महोदय इदानीं तत्र घटकपालः इति द्रव्य अयुतसिद्धं सिद्धं युतसिद्धत्वम् इत्युक्ते तत्र तेषाम् आश्रयः भिन्नः. अतः तत्र यद् द्रव्ययोः मध्ये एतादृशसम्बन्धः नास्ति. घटः भूतलम् इति वयं द्रव्यद्वयं स्वीकुर्मः चेत् तत्र द्वयोः मध्ये एतादृश एकस्य आश्रयः अन्यः इति सम्बन्धः नास्ति. तत्र यावत्पर्यन्तं घटं तिष्ठति तावत्पर्यन्तं भूतलमपि तत्र आश्रित्य एव तिष्ठति इति नियमः. तत्र एकस्य नाशनेन अन्यस्य नाशनं न भवति यथा पूर्वं. तत्र समीचीनं. तर्हि सरलतया वक्तुम् इच्छामश्चेत् युतसिद्धौ इत्युक्ते पृथक्तया सिद्धौ, घटः पटः पृथक्तया सिद्धौ भवतः. घटस्य निर्माणार्थं पटः आवश्यकः नास्ति, पटस्य निर्माणार्थं घटः नास्ति इति घटपटौ युतसिद्धौ. किन्तु कपालघटौ तथा नास्तः, यतोहि कपालस्य निर्माणसमये एव घटः अपि जायते, पृथक्तया न सिद्धौ इति. अस्तु समीचीनं. तर्हि अग्रे महोदय, इदानीं दोषः कः? अतः तत्र इदानीं कपालादिकत्वम् अपि घटे अस्ति चेत् तत्र ते युतसिद्धौ इति. इदानीं भूतलावधिकत्वं घटे अस्ति चेत् तत्र भूतलघट घटौ तत्र युतसिद्धौ. परन्तु तत्र कपालादिकत्वमपि घटे अस्ति इति वयं स्वीकुर्मः चेत् तत्र कपालघटौ अपि युतसिद्धौ भवतः. तर्हि तयोः मध्ये संयोगः भवितुम् अर्हति. परन्तु पूर्वं क्लिप्तत्वात् वयं जानीमः घटकपालयोः संयोग आपत्तिः अस्ति इति. तर्हि तस्य पूर्वतनदोषः यद्वयं स्वीकृतवन्तः तस्य दोषः आयाति एतयोः आपादनयोः फलत्वेन इति. तथैव अस्ति. दोषः कः इत्युक्ते अस्य स्वीकारेण कपालावधिकत्वमपि अस्ति इत्यस्य स्वीकारेण घटकपालयोः मध्ये संयोगः सम्भवति इति अन्ततो गत्वा फलं. तत्तु समीचीनं नास्ति. सः दोषः पुनः आगच्छति इत्येव तद्दोषतादवस्थ्यम्. इति बुद्धं स्यात्? घटकपालयोः संयोगापत्तेः क्लृप्तत्वात्, नाम घटकपालयोः संयोगं प्रति आपत्तिः अस्ति इति सिद्धं पूर्वमेव. यद् पूर्वमपि सिद्धं, किन्तु कपालावधिकृतत्वं घटे अस्ति इत्यस्य वदनेन यद् पूर्वं सिद्धं तद् असिद्धं भवति, पुनः दोषः आगच्छति इति सारांशः. अस्तु अग्रे सरला भगिनी पठति वा? आं भगिनि. उभयोः पक्षिणोः मनसि घटकपालयोः संयोग आपत्तेः क्लृप्तत्वं किमर्थम् इति चेत् घटकपालयोः विभागो न जायते इति प्रसिद्धं सामान्यः अनुभवः. तयोः नित्यसम्बन्धः, ययोः विभागः न सम्भवति तयोः संयोगः अपि न जायते. तस्मात् उच्यते घटः समवायसम्बन्धेन कपाले, न तु संयोगसम्बन्धेन. निगमने घटकपालयोः संयोग आपत्तिः क्लृप्तत्वात्. उभयोपक्षिणोः मनसि घटकपालयोः संयोग आपत्तेः, उभयोपक्षिणोः इति मीन्स् पूर्वपक्षिणः अथवा सिद्धान्तेन घटकपालसंयोग द्वौ पक्षिणौ अङ्गीकर कुर्वन्तः तस्य संयोग घटकपालसंयोग न भवति, तस्य आपत्तिः अस्ति. किमर्थम् इति चेत् घटकपालविभागो न जायते. घटकपालयो न विभाग भवति न संयोग भवति. सामान्य अनुभव एतत् सर्वान् अनुभवः अस्ति. तयोः नित्यसम्बन्धः घटकपालयोः नित्यसम्बन्धः समवायसम्बन्धः अस्ति. ययोः विभागो न सम्भवति, तस्य विभागः न भवति, घटकपालयोः विभागः न भवति, तस्य तर्हि संयोगः अपि न जायते. तस्मात् उच्यते घटसमवायसम्बन्धेन कपाले, न तु संयोगसम्बन्धेन. घटः कपाले समवायसम्बन्धेन तिष्ठति, न तु संयोगसम्बन्धेन. निगमने घटकपालयो संयोगः अपि, अतः एतत् घटकपालयो संयोग प्रथमसोपानम् अस्ति द्वितीय आपादनं प्रति. हा, समीचीनं भगिनि. निगमने इत्युक्ते फलस्य रूपेण अन्ततो गत्वा घटकपालयोः संयोगापत्तिः इति अङ्गीकृतं. केन केन अङ्गीकृतं? द्वै पूर्वपक्षेण अपि सिद्धान्तेन अथवा नव्यनैयायिक्या पूर्वपक्षेण सिद्धान्तेन अपि प्राचीनाः. हा हा, इति उभाभ्याम् अङ्गीकृतमस्ति. अस्मिन् न कोऽपि मतभेदः. घटकपालयोः संयोगः न अर्हति इत्यस्मिन् न कोऽपि मतभेदः उभयोः. अस्तु भगिनि, क्लुप्तत्वात् इत्युक्ते सिद्धत्वात्? सत्यं सत्यं. क्लृप्तम् इत्युक्ते अहं प्रायः दृष्टवती इति मन्ये. क्लृप्तत्वम् इत्युक्ते मेड् पर्फेक्ट् वा इति किमपि अस्ति. मेड् पर्फेक्ट् अथवा डिटर्मैण्ड् इति किमपि आसीत् इति चिन्तयामि यदा पूर्वमहं दृष्टवती शब्दकोशे. भगिनि, नियामकम् अर्थं किमस्ति? नियामकं नियामकम् इत्युक्ते यः नियमयति, सः नियामकः, नियमं स्थापयति इति. इति आगतमासीत् खलु नियतावधिकत्वमिति वदन्ति, परन्तु कोऽपि नियामकः नास्ति इति. अस्तु, तर्हि अग्रे वर्धिनी भगिनी पठति वा? कुत्र अस्ति महोदय? तर्हि अग्रे गत्वा किं वारणीयं? तर्हि अग्रे गत्वा किं वारणीयम्? घटकपालयोः युतसिद्धत्वं वारणीयं, तदर्थं किं कर्तव्यं? कपालावधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यम्. अधुना इदं वक्तुं शक्यते वा? कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा? न वर्णयितुं शक्यते किल. घटः कपालात् भिन्नः इति इदानीं वैलक्षण्यं सम्पन्नम्. अतः पृथक्तभेदयोः. अस्तु भगिनि, तर्हि प्रारम्भतः पठतु एकवारं वाक्यशः. तर्हि अग्रे गत्वा किं करणीयं, किं वारणीयं? घटकपालयोः यतसिद्धत्वं वारणीयं, घटकपालयोः यतसिद्धत्वं वारणीयम् इत्युक्ते घटकपालौ युतसिद्धौ न स्तः इति साधनीयमस्ति. प्रिवेण्टबल्. अस्तु, तदर्थं किं कर्तव्यं? कपालावधिकपृथक्त्वं घटे नास्ति, कपालावधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति अवश्यं स्वीकर्तव्यम्. अधुना इदं वक्तुं शक्यते वा? कपालाधिकभेदः घटे नास्ति. वारणार्थं एकनिमिष, युतसिद्धत्वं वारणार्थं किं कर्तव्यम्? भवती पठितवती एव, तयोः मध्ये पृथक्त्वम् इति न स्वीकर्तव्यम्. प्रथमसोपानमासीत् तयोः मध्ये घटकपालयोः मध्ये पृथक्त्वम् इति प्रथमं स्वीकृतं चेत् तेन अवधिकत्वम् आसीत्. क्षम्यतां, प्रथमतया अवधिकत्वं स्वीकृतं चेत् कपालावधिकत्वपृथक्त्वं घटे अथवा घटावधिकत्वपृथक्त्वं कपाले इति स्वीकृतं चेत् तेन युतसिद्धत्वम् आगतं. तेन युतसिद्धत्वेन तयोः मध्ये संयोगः अस्ति इति आगतम् इति दोषः आगच्छति अग्रे गत्वा तेन क्रमेण. तद् निवारणीयं, तस्य निवारणार्थं किं कर्तव्यम्? युतसिद्धत्वं वारणीयं. युतसिद्धत्वं वारणीयं. कपालावधिकपृथक्त्वं घटावधिकपृथक्त्वं कपालावधिकपृथक्त्वं घटे नास्ति, घटावधिकपृथक्त्वं कपाले नास्ति इति स्वीकरणीयम्. अस्तु, तर्हि इति स्वीकृतम्. इतः अग्रे किं वक्तुं शक्यते? कपालावधिकभेदः घटे नास्ति इति वर्णयितुं शक्यते वा? न वर्णयितुं भिन्नः इति समीचीना प्रतीतिः खलु? घटः कपालात् पृथक् इति वदनेन दोषाः आगच्छन्ति एकमेकं कृत्वा. प्रथमतया पृथक्त्वं, तदनन्तरम् अवधिः, तदनन्तरं युतसिद्धत्वं संयोगः इति दोषाः आगच्छन्ति घटः कपालात् पृथक् इति वदनेन. किन्तु घटः कपालात् भिन्नः इति वाक्यं सत्यमस्ति न वा? सत्यमस्ति खलु? इदानीं वैलक्षण्यं पृथक्त्वभेदः तयोः वैलक्षण्यं. हा, समीचीनं. तर्हि घटः कपालात् पृथक् इति न वक्तुं शक्नुमः, परन्तु घटः कपालात् भिन्नः इति अवश्यं वक्तुं शक्नुमः इति अवश्यं वक्तुं शक्यते इति कृत्वा तत्रैव भासते प्रतीति प्रतीत्यामेव भासते पृथक्त्वम् अपि च भेदः तयोः मध्ये वैलक्षण्यम् अस्ति. वारणार्थं युतसिद्धत्वस्य समीचीनं, युतसिद्धत्वस्य वारणार्थं यः प्रयासः कृतः तेन घटः कपालाद् भिन्नः इति सिद्धं. तत्तु समीचीना एव अस्ति प्रतीतिः. तेन तयोः मध्ये पृथक्त्वभेदयोः मध्ये वैलक्षण्यम् अस्ति इति अपि सम्पन्नम्. अत्र कोऽपि प्रश्नः वा भगिनी? तर्हि अत्र एवं वदति वा, ते कपालात् घटः पृथक् वा कपालाद् वा घटात् कपालः पृथक् इति वक्तुं न शक्नुमः, परन्तु यदा भेदं स्वीकुर्मः भिन्नः इति, तर्हि एकमेव वाक्यं यदि वदामः घटः कपालात् भिन्नः, तत्रैव तत्र भेदः अपि च पृथक्त्वम् इति भिन्नभिन्नौ, तत्र अग्रे गमनस्य आवश्यकता एव नास्ति. कपालात् घटः भिन्नः इति द्वितीयवाक्यस्य आवश्यकता एव नास्ति इति वा तत्र अवगमनम्? प्रश्नः सम्यक्तया न अवगतः भगिनि. भवती किं पृच्छति? घटः कपालात् भिन्नः इति पर्याप्तम् इति वा? इत्येव पर्याप्तं तत्र भेदः अपि च पृथक्त्वं भिन्नौ इति दर्शयितुम् इति वाक्यस्य कथनमस्ति वा तत्र? सत्यं सत्यं, घटः कपालात् पृथक् इति कदापि न सिद्ध्यति. अस्तु, यतोहि पृथक्त्वम् इति एका विशिष्टा स्थितिः अस्ति. आकाशदेशः भिन्नः स्यात् इति विशिष्टा स्थितिः अस्ति, परन्तु घटकपालयोः मध्ये तादृशी स्थितिः तु नास्ति खलु? आकाशदेशः भिन्नः नास्ति, परन्तु घटः कपालात् भिन्नः इति प्रतीतिः सत्यमेव. किमर्थं भिन्नः इत्युक्ते भेदः, भेदः इत्युक्ते अन्योन्याभावः खलु. अन्योन्याभावस्थले किं हा इत्युक्ते घटः कपालात् भिन्नः इति वदनम् एव पर्याप्तं भवति तत्र भेदं दर्शयितुं द्वयोः. तत्र पुनः इतोपि अग्रे किमपि वचनस्य आवश्यकता नास्ति इति तावदेव पर्याप्तं भवति इति वा? सत्यं सत्यं. घटः कपालात् भिन्नः इति पर्याप्तं, घटकपालौ भिन्नौ इति प्रदर्शयितुम् अस्तु. किन्तु घटकपालौ पृथक् इति कदापि न वक्तुं शक्नुमः. परन्तु घटपटौ पृथक् इति वक्तुं शक्नुमः. तर्हि तत्र प्रतीतिवशात् पश्यति चेत् भिन्नः इति कुत्र कुत्र वक्तुं शक्नुमः, पृथक् इति कुत्र कुत्र वक्तुं शक्नुमः इति अनयोः मध्ये भेदः दृश्यते खलु. सर्टन् सेट् आफ़् कण्डीशन्स् इति चिन्तयति चेत् भेदः कुत्र कुत्र इति प्रयोक्तुं शक्नुमः, पृथक् कुत्र कुत्र प्रयोक्तुं शक्नुमः इति श्रेणीद्वयं भवति. अनेन किं सिद्ध्यति? भेदः पृथक् पृथक्त्वयोः कुत्र एकमेव पदार्थः नास्ति इति तर्हि अवयवः अवयव अवयविनौ अवयव अवयविनौ परम्परया ये सन्ति तयोः तेषां मध्ये पृथक्त्वं न सन्ति, किन्तु पृथक्त्वस्थले अवयव अवयविन परम्परा आवश्यकम्, अपि च भिन्न आकाशस्थले आवश्यकं, भेदस्थले तत्सर्वं समीचीनं. केवलं मम प्रश्नः आसीत् घटः कपालात् भिन्नः इति वदनेन एव तत्र बहु स्पष्टतया एतद् दृश्यते, परन्तु अग्रे किमपि वदनस्य आवश्यकता नास्ति इति इदानीं वैलक्षण्यं सम्पन्नम् इति वाक्यस्य तत्र आशयः वा इत्येव प्रश्नः. किमपि वदनस्य आवश्यकता नास्ति इत्युक्ते किं, कस्य विषये किमपि न वक्तव्यं भवति इति? ओ तर्हि तत्र घटः कपालात् भिन्नः इति यदि स्वीकुर्मः तर्हि तत्रैव भेदस्य पृथक्त्वस्य तत्र भेदः जायते. पुनः अग्रे गत्वा कपालात् घटात् कपालः भिन्नः इति सर्वं तत्र पुनः इतोपि वदनस्य टु सपोर्ट् दट् स्टेट्मेण्ट् इतोपि वदनस्य आवश्यकता नास्ति इति मम अवगमनमासीत्. तत्र टु सपोर्ट् किं स्टेट्मेण्ट्? तत्र भेदस्य अनन्तरं पृथक्त्वस्य भेदं दर्शयितुं. सत्यं सत्यं तथा एव अस्ति. तर्हि हा घटः कपालात् भिन्नः इति प्रतीतिः यद्यपि जायते, तथापि घटः कपालात् पृथक् इति प्रतीतिः न जायते. इदं दृष्ट्वा तयोः मध्ये भेदपृथक्त्वयोः मध्ये वैलक्षण्यम् अस्ति इति साधितम्. अस्तु अग्रे अजितः महोदय पठति वा? आं भगिनि. इत्यस्य मानाभावात् इति एकम् आपादनं यदि तथापि पृथक्तस्य नियतावधिकत्वं स्वीकृतं तर्हि अपरम् आपादनम्. अग्रे अस्य द्वितीयस्य आपादनस्य वारणं क्रियते. एवं तदनुरोधेन एव तस्य पृथक्तस्य भेदरूपता वार्यते. एतावता या चर्चा जाता तस्य सारांशत्वेन अस्ति इदं वाक्यं तावदेव. तर्हि किम् अवगच्छति इति उच्यता? इत्युक्ते कपाल घटयोः मध्ये पृथक्त्वम् आरोपितं न अर्हति, किन्तु तत्र भेदमस्ति. तदेव वैलक्षण्यं. तत्तु सत्यं, किन्तु प्रथमम् आपादनं किम् आसीत्? एकं वाक्यम् आसीत् गुणरूपस्य तस्य मूर्तोत्पत्ति द्वितीयक्षणे जायमानस्य नियतावधिकत्वे मानाभावात् इति प्रथमम् आपादनम्. इत्युक्ते यदा रूपं द्वितीय द्रव्यं प्रथमतया उदेति, रूपं द्वितीयक्षणे एव, तदेव गुणं तादृशं गुणमपि भविष्यति खलु. सर्वे गुणाः तथा एव, तथा एव पृथक्त्वमपि तथा. यदि गुणः स्यात् पृथक्त्वमपि तथा एव, पृथक्त्वमपि तथा एव. किन्तु पृथक्त्वं अवधि आरोपितं किं एव गुणः पृथक्त्वे नियतावधिकत्वम् अस्ति अस्ति, किन्तु गुणे वदतु महोदय. समीचीनमेव भवता यदि पृथक्त्वे नियतावधिकत्वम् अस्ति किन्तु गुणे नियतावधिकत्वं नास्ति, तदेव माना अभाव इत्युक्ते तत्र पृथक्त्वं गुणाः इव चिन्तितुं न शक्यते इति. इत्येव मानाभावः. भवान् नासीत् खलु गते वर्गे अपि? न, अहं किञ्चित् भ्रंशः अभवत् किन्तु अहं किञ्चित् न महोदय, सम्यक्तया अवगतम् आसीत् भवता. समीचीनम् अस्तु. मानाभावः किमर्थम् अस्ति इति सम्यक्तया उक्तम् इति प्रथमम् आपादनम् अस्ति. इति प्रथम आपादनम्. अपरम् आपादनं किम्? अपरम् आपादनम् इत्युक्ते भूतले अग्रिमवाक्यं पठतु. यदा तथापि अग्रे अस्य द्वितीयस्य आपादनं वारणं क्रियते एवं न मानाभावः. मानाभावात् इति एकम् आपादनम् अस्तु. प्रथमतया पृथक्त्वे नियतावधिकत्वम् अस्ति. पृथक्तस्य नियतावधिकत्वं स्वीकृत्यं तर्हि अपरम् आपादनं. अस्तु. तथापि पृथक्तस्य नियतावधिकत्वं स्वीकृतम् पृथक्त्वं नियतावधिकः अपि च गुणः उभयपि स्वीकृतः चेत् इदानीं पृथक्त्वस्य नियतावधिकत्वस्य स्वीकारेण किम् आगच्छति? एतावत् पर्यन्तं चर्चितं खलु. नियतावधिक स्वीकृतं चेत् कपालघट उभयोर्मध्ये पृथक्त्वं न स्थापितं शक्यते. स्वीकृतं चेत् नियतावधिकत्वम् अस्ति इति पृथक्त्वं स्वीकृतं चेत् तदा नियमेन घटकपालयोः मध्ये अपि पृथक्त्वम् अस्ति इति आगच्छति. कपाल घटकपालिका इत्यनयोः मध्ये अपि अस्ति इति आगच्छति इति द्वितीयम् आपादनम्. अस्तु. इति आपादनद्वयम् अस्ति अत्र. अत्र कोऽपि प्रश्नः वा? इदानीं नास्ति, किन्तु अग्रे अस्य द्वितीयस्य आपादनस्य वारणं क्रियते इत्युक्ते अहं नाम अग्रे द्वितीय आपादनस्य निवारणं क्रियते. अस्माकं मनसि तु निवारणं जातं वस्तुतः संयोगापत्तिः इति सर्वं, किन्तु ग्रन्थे कथं निवारणं क्रियते इति उक्त्वा तेन आधारेण कृतत्वस्य भेदरूपता वार्यते, नाम पुनः निवार्यते इति. कृतत्वं भेदः नास्ति इति तेन उच्यते. अस्तु, अग्रे सावित्री भगिनी पठति वा? श्रूयते वा? हा श्रूयते, श्रूयते. ततः अग्रे द्वितीय आपादनस्य वारणार्थं सिद्धान्तिना उच्यते वक्षमाणविभागस्य द्रव्योत्पत्तिद्वितीयक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते. अत्र किमर्थं निखिलावधिकत्वम् उक्तम्? पूर्वपक्षिणः आपादने निखिलावधिकत्वम् इति विचारः एव न आगतः. तर्हि निखिलावधिकत्वस्य वारणस्य का आवश्यकता इति भवत्याः प्रश्नः अपि आसीत् खलु? ततः अग्रे द्वितीय आपादनस्य वारणार्थं सिद्धान्तिना उच्यते वक्षमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्यसंयोगाश्रयावधिकत्वमेव हि नियमेन स्वीक्रियते. ओ, अग्रे तत् वाक्यमस्ति वा पुस्तके? अहं प्रायः न. अस्तु अस्तु, अत्र अत्र द्वितीय आपादनस्य वारणार्थं सिद्धान्ती वदति, एवं वाक्यं वदति वक्षमाणविभागस्य. अत्र विभागस्य वर्णनं दत्तमस्ति, द्वितीयादिक्षणेषु जायमानस्यापि. ओ अस्तु, विभागस्य अपि निखिलावधिकत्वं नास्ति, यतोहि तदपि गुणः अस्ति, परन्तु तत्र स्वनाश्यसंयोगाश्रयादि अवधिकत्वम् एव हि नियमेन स्वीक्रियते. अत्र किञ्चित् वक्तव्यमस्ति प्रायः मम. अहं चिन्तयामि विभागः यत्र भवति, विभागः तु संयोगस्य विरुद्धगुणः, यत्र संयोगः भवति तत्र एव विभागः भवति. यत् अधिकरणे संयोगः भवति तत्र एव विभागः अपि स्वीक्रियते. अत्र अपि निखिलावधिकत्वं नास्ति, परन्तु स्वनाश्यसंयोगाश्रय अवधिकत्वम् एव हि नियमेन स्वीक्रियते. प्रायः भवती एव वक्तुं शक्यते अत्र. भवत्या यद्यद् उक्तं तत् सर्वं समीचीनमेव आसीत्, भवती एव उक्तवती. ओ, स्वनाश्य संयोगाश्रयावधिकत्वमेव भवती यदुक्तवती. संयोगः स्वनाश्य इत्युक्ते स्वेन केन? विभागेन. विभागः संयोगनाशको विभागः इति एव अस्ति खलु तस्य विवरणं. तर्हि स्वनाश्य संयोगाश्रयावधिकत्वम् इत्युक्ते स्वेन नाश्यः संयोगः यत्र भवति तस्मिन्नेव आश्रये विभागः भवति. तत्र अपि निखिलावधिकत्वं नास्ति, प्रायः अनेकावधिकत्वं विभागस्य भवितुमर्हति. किन्तु प्रतीति किन्तु प्रतीतिवशात् एकत्र आरोपयामः खलु विभागस्तरे तथा पठितम् अत्र किमर्थं निखिलावधिकत्वम् उक्तम् पूर्वपक्षिणः आपादने निखिलावधिकत्वम् इति विचारः एव न आगतः तत्र नियतावधिकत्वम् एव आसीत् परन्तु किमर्थं सिद्धान्ती निखिलावधिकत्वस्य विवरणं दीयते इति प्रश्नः अत्र भवत्याः मनसि अपि तादृशः प्रश्नः आगतः आसीत् खलु भूतलावधिकत्वम् अस्ति इति कृत्वा कपालादिकत्वम् इति किमर्थं वदन्ति ते इति तर्हि निखिलावधिकत्वस्य वारणस्य का आवश्यकता अग्रे भवति प्रायः कस्यचित् प्रश्नः वा कोऽपि प्रश्नः आसीत् इति मन्ये मध्ये केनापि उक्तं भगिनि पुनः विवरणं करोतु कृपया हा अस्तु तर्हि अधुना पूर्वस्मिन् परिच्छेदे किम् आसीत् पृथक्त्वस्य नियतावधिकत्वं स्वीकृतं चेत् द्वितीयम् आपादनम् आगच्छति तर्हि अग्रे गत्वा द्वितीय आपादनस्य निवारणं क्रियते कथं क्रियते विभागस्य उदाहरणं दत्त्वा क्रियते ग्रन्थे तर्हि ग्रन्थे सिद्धान्तिनः किं वदन्ति वक्ष्यमाणविभागस्य द्रव्योत्पत्ति द्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं किन्तु स्वनाश्य संयोगाश्रयावधिकत्वं हि एव नियम्यते इति स्वीक्रियते निवारणं कथं करोति इत्युक्ते इदम् उक्त्वा यदहं पठितवती इदानीं विभागः अपि द्रव्योत्पत्ति द्वितीयक्षणे जायते अपि च विभागस्यापि निखिलावधिकत्वं नास्ति विभागः कुत्र अस्ति स्वनाश्य संयोगाश्रये भवति प्रथमतया यत्र संयोगः भवति तत्रैव विभागः भवति अस्तु घटपटयोः संयोगः इति वदामश्चेत् घटे संयोगः पटे संयोगः यत्र संयोगः अस्ति तत्रैव विभागः भवितुमर्हति समवायस्थले न भवति इति तु अवगच्छति एव इति चिन्तयामि तर्हि घटपटयोः संयोगः यथा तथैव घटपटयोः विभागः अपि जायते तदा घटे विभागः पटे विभागः तस्मिन् सन्दर्भे किम् उच्यते घटावधिकविभागः पटे पटावधिकविभागः घटे इति उच्यते खलु अतः एव स्वनाश्य संयोगाश्रयावधिकत्वम् अस्ति विभागे इति कृत्वा तत्रापि निखिलावधिकत्वं नास्ति अवधिकत्वं तस्य एकत्र भवति घटे वा पटे उभयत्र तु नास्ति इति सिद्धान्तिनः वदन्ति अधुना प्रश्नः अस्ति यत् निखिलावधिकम् इति प्रश्नः एव न आगतः किमर्थं ते वदन्ति पूर्वपक्षिणः आपादने नियतावधिकत्वम् इति विचारः आसीत् निखिलावधिकत्वम् इति न आसीत् तर्हि किमर्थं ते वदन्ति निखिलावधिकत्वस्य विषये इति अग्रे परिशीलयामः अस्तु अग्रे जयन्ती भगिनी पठति वा अग्रे आं भगिनि वस्तुतः द्वितीयम् आपादनं यत् पूर्वपक्षिणा चिन्तितं भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि इति कदा वक्तुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते तदा एव इदं वर्णयितुं शक्यते अमुं दोषं नाम यथा भूतलावधिकत्वं तथा कपालावधिकत्वम् अपि अवश्यं वक्तव्यम् इति कदा वर्णयितुं शक्यते घटे घटं विहाय ये पदार्थाः तदवधिकं पृथक्त्वम् अस्ति चेदेव तादृशम् आपादनं भवति इदमेव निखिलावधिकत्वम् वाक्यशः अवश्यम् वस्तुतः द्वितीयम् आपादनं यत् पूर्वपक्षिणा चिन्तितं द्वितीयम् आपादनं तु कपालावधिकपृथक्त्वं घटे अपि च घटावधिकपृथक्त्वं कपाले इति अपि सत्यम् इति ते वदन्ति पूर्वपक्षिणः. तस्मिन् तत् विरुध्य प्राचीनाः किं वदन्ति, यत् पूर्वपक्षिणा चिन्तितं भूतलावधिकत्वस्यैव कपाला अवधिकत्वस्यापि इति कदा वक्तुं शक्यते, एतत् वाक्यं कदा सत्यं भवति वा कदा सत्यं न भवति इति इत्यस्य विवरणम् अत्र दीयते. यदा पृथक्त्वस्य निखिलावधिकत्वं स्वीक्रियते तदा एव इदं वर्णयितुं शक्यते अमुं दोषम्. निखिलावधिकत्वं अनेन कः अर्थः ज्ञातः ज्ञायते, यदि घटपृथक्त्वस्य निखिलावधिकत्वम् इति वदामश्चेत् घटं विहाय जगति ये पदार्थाः सन्ति तदद् अवधिकत्वं घटपृथक्त्वे अस्ति इत्येव तस्य अर्थः. इदानीं यदा पृथक्तस्य निखिलावधिकत्वम् अस्ति तर्हि वयं वक्तुं शक्नुमः यत् घटपृथक्त्वस्य अवधिः कपाले अपि अस्ति, पुस्तके अपि अस्ति इत्यादयः. नाम यथा भूतलावधिकत्वं तथा कपालावधिकत्वम् अपि अवश्यं वक्तव्यम् इति कदा वर्णयितुं शक्यते, घटे घटं विहाय ये पदार्थाः तदवधिकं पृथक्त्वम् अस्ति चेत् एव तादृशम् आपादनं भवति. आम् तत् इदानीं निखिलावधिकत्वस्य आधारेण एव प्राचीनाः द्वितीयम् आपादनं निराकुर्वन्ति. निखिलावधिकत्वम् इत्यनेन अवधिः कुत्र कुत्र अस्ति इति दृश्यते. एकस्मिन् पद पृथक् घटपृथक्त्वस्य निखिलावधिकत्वम् अस्ति चेत् अस्माकं मनसि ज्ञायते पृथक्त्वस्य अवधयः निखिलाः इति सामान्यतया. परन्तु यदा पृथक्त्वस्य निखिलावधिकत्वं नाम घटं विहाय पृथक्त्वस्य अवधयः निखिलाः इति वयं वदामश्चेत् तदा एव घटावधिकपृथक्त्वं कपाले अपि च कपालावधिकपृथक्त्वं घटे इति वक्तुं शक्नुमः. तदेव सारांशः इत्युक्ते समीचीनं भगिनि, भवत्या सर्वं प्रतिपादितमेव इति चिन्तयामि. इत्येव अस्ति द्वितीयमापादनं कदा सत्यं भवति इत्युक्ते यदा भगिन्या उक्तं निखिलावधिकत्वं स्वीकृतं चेदेव द्वितीयम् आपादनं सत्यं भवति इति. भगिनी तत्र मम मनसि यत् आसीत् किञ्चित् भिन्नमस्ति. पूर्वपक्षिणः ज्ञायते वा नियतावधिकत्वम् इति प्रतीतिविषये एव भवति, निखिलावधिकत्वम् अन्यत्पदमस्ति वस्तुतः वस्तुस्थितिं दृष्ट्वा निखिलावधिकत्वम् इति भवति, तथा जानाति वा सः? तत्तु अहं न जानामि भगिनि. परन्तु तत्रैव मम क्लेशः आसीत्. तर्हि भवत्याः क्लेशः आसीत् यत् सः निखिलावधिकत्वम् इति मन्यते इति. तर्हि सिद्धान्ती अपि तदेव वक्तुम् इच्छति, ओ प्रायः पूर्वपक्षिणां मनसि निखिलावधिकत्वं स्यात्, नियतावधिकत्वं न स्यात्, निखिलावधिकत्वम् अस्ति चेदेव इदं द्वितीयम् आपादनम् उत्पद्यते. भगिनी मम मनसि इदानीं तु सर्वे अङ्गीकुर्वन्ति यत् नव्यनैयायिकाः भेदः एव पृथक्त्वम् इति साधयितुम् एतत् सर्वं वदन्ति. तर्हि भेद एव पृथक्त्वम् इत्युक्ते यथा भेदः नियतावधिकः अपि च अवधयः अवयवस्थले अपि अवधयः सन्ति अतः ईक्वेटिङ्ग् पृथक्त्वं तु भेदः तत्रापि पृथक्त्वमपि यथा भेदः तथा एव भवति यथा भेदस्थले बहवः अवधयः सन्ति तथा एव पृथक्त्वस्थले अपि कपालः कपालघटपरस्पर पृथक्त्वम् अपि भवति इति वदन्ति अवधि अस्ति एकः अवधिकः अस्ति भेदः हा हा परन्तु अस्तु उभयोः मध्ये कुत्र अङ्गीकारः अस्ति जयन्ती भगिनी नियतावधिकत्वम् अवश्यं सत्यं सत्यं नियतावधिकत्वस्य विषये तत्र कोऽपि मतभेदः न अङ्गीकारः समानमतमस्ति परन्तु ते वदन्ति यत् यदि उभौ पृथक्त्वं भेदौ नियतावधिकौ तर्हि उभौ समानौ वक्तुं प्रयत्नं करोमि भवती यदुक्तवती तदपि सत्यं तर्हि किमर्थम् अपरं अपरः पदार्थः स्यात् इति प्रथमतया अपि च अग्रे गत्वा ते एव आपादनं कुर्वन्ति स्वस्य आपादनस्य आपादनम् इव भाति मम मनसि नियतावधिकत्वं नियतावधिकः सन्नपि पृथक्त्वं गुणः इति स्वीकुर्मः भेदः न पृथक्त्वम् इति अपरः एव गुणः अपरः एव पदार्थः इति स्वीकुर्मश्चेत् तर्हि तदा पृथक्त्वस्य अवधिः कपाले अपि अस्ति वा भूतले अपि अस्ति वा इति प्रश्नः आगच्छति तदर्थं सिद्धान्ती वदति तथा न प्रायः भवतः मनसि भ्रमः अस्ति निखिलावधिकत्वम् अस्ति चेदेव पृथक्त्वस्य अवधिः बहुत्र सर्वत्र भवति किन्तु तथा नास्ति भेदस्थले भेदस्थले निखिलावधिकत्वं नास्ति भेदस्थले तु एकावधिकमेव अस्ति भेदः एकावधिकः एव अतः यदि पृथक्त्वं भेदः भेदः इति स्वीकुर्मः चेत् तत्र एकावधिकम् एव भवितुमर्हति न तु निखिलावधिकत्वं हा तदपि सत्यं किन्तु तत्र पर्यन्तं तेन गतवन्तः एव एकावधिकत्वम् अनेकावधिकत्वम् इति अस्माकं ज्ञानं तयोः मध्ये नियतावधिकत्वम् इति विषये सहमतम् अस्ति सम्मतिः अस्ति परन्तु तद्विहाय अन्यत्र कुत्रापि तयोः मतसाम्यं नास्ति लक्ष्मी भगिनी एकावधिकः अनेकावधिकः इति अस्माकं ज्ञानं यतोहि वयं पठितवन्तः किन्तु उभयोः मध्ये पूर्वपक्षिसिद्धान्तिनोः मध्ये केवलं नियतावधिकत्वस्य चर्चा अपि च तयोः मनसि निखिलावधिकत्वम् इति विषयः स्यात् इति ऊहां कृत्वा सिद्धान्ती अधुना विभागस्य उदाहरणं दातुम् इच्छति अस्तु अग्रे पठिष्यामः प्रायः इतोपि स्पष्टः भवति विषयः सन्ध्या भगिनी एतद्वा अधुना पूर्वमेव अस्माभिः अधुना पूर्वमेव अस्माभिः उक्तं यत् विश्वे निखिलावधिकत्वं नास्ति कस्यापि किन्तु तत् स्वीकृत्य एव किल पूर्वपक्षिणा दोषः आपादनीयः भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वम् अनेन पूर्वपक्षिणा आपाद्यते यत् अस्तु यदि पृथक्त्वस्य गुणरूपेण नियतावधिकत्वं स्वीकुर्मः तर्हि तस्य तस्मिन् क्षेत्रे किमपि नियामकं नोक्तम् अतः भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वात् घटकपालयोः परस्परावधिकपृथक्त्वं स्यात् नाम पृथक्त्वस्य नियतावधिकत्वम् इति स्वीकुर्मः चेत् तस्य निखिलावधिकत्वम् अपि भवतु यतोहि तदानीं किल वक्तुं शक्यते यत् भूतलावधिकत्वस्य इव कपालावधिकत्व पृथक्त्वस्यापि तदा तादृशं वर्णयितुं शक्यते यदा पृथक्त्वस्य निखिलावधिकत्वं वर्तेत. तर्हि तत्र पूर्वस्मिन् परिच्छेदे प्रश्नः आसीत् किमर्थं निखिलावधिकत्वम् इति उक्तमस्ति सिद्धान्तिभिः इति. पूर्वपक्षी तु कुत्रापि तत्र निखिलावधिकत्वम् इति पदं न उपयोगं कुर्वन्ति. तर्हि किमर्थम् इत्युक्ते तत्र वयं पूर्वमेव दृष्टवन्तः निखिलावधिकत्वं कस्यापि नास्ति, किन्तु निखिलावधिकत्वम् एव स्वीकृत्य पूर्वपक्षी तत्र दोषं वदन्ति इति. भूतलावधिकत्वस्य इव कपालावधिकत्वस्यापि आवश्यकत्वम् इति यद्वाक्यमस्ति पूर्वपक्षिणां, तत् तेन वाक्येन पूर्वपक्षिणः वदन्ति अस्तु, यदि वयं पृथक्त्वम् इति गुणः अस्ति इति स्वीकुर्मः, अपि च तस्मिन् गुणे नियतावधिकत्वम् अस्ति इति स्वीकुर्मः, तर्हि तत्र कोऽपि नियमः तु नास्ति. तर्हि भूतलावधिकत्वं पृथक्त्वम् इति स्वीकुर्मः चेत् कपालावधिकत्वम् अपि पृथक्त्वम् अस्ति इति स्वीकरणीयं भवति. तर्हि किमर्थमित्युक्ते तत्र घटकपालयोः तत्र परस्पर अवधिकत्वम् अस्ति पृथक्त्वं, तथा स्वीकर्तुं शक्नुमः यतोहि कोऽपि नियमः नास्ति. इत्युक्ते पृथक्त्वं यदि नियतावधिकं गुणः इति स्वीकुर्मः, पृथक्त्वं नियतावधिकः गुणः इति स्वीकुर्मः चेत् तत्र नियमः नास्ति, अतः घटे अपि भूतले अपि कपालावधिकत्वम् अस्ति, अपि च कपाले अपि भूतलावधिकपृथक्त्वम् अस्ति इति स्वीकरणीयं भवति. नाम तस्य एव अर्थः पृथक्त्वे निखिलावधिकत्वम् अस्ति इति. तर्हि पृथक्त्वे निखिलावधिकत्वम् अस्ति इति स्वीकरणीयं भवति. तद् स्वीकृत्य एव तत्र द्वितीय आपादनस्य ते तत्र आपादनं कुर्वन्ति, द्वितीय आपादनं यतोहि तदानीं किल. हा, तर्हि निखिलावधिकत्वं स्वीकुर्मः चेद् एव भूतलावधिकत्वस्य इव कपालावधिकत्वस्य अपि स्वीकरणं तत्र कर्तुं शक्नुमः इति अत्र वदन्ति. समीचीनं. नाम सिद्धान्तिनः वदन्ति यत् द्वितीय आपादनं भवन्तः केन आधारेण कुर्वन्ति, नियतावधिकत्वेन सह निखिलावधिकत्वमपि आरोपयन्ति वा पृथक्त्वस्य उपरि इति. भवतोः नाम पूर्वपक्षिणः सिद्धान्तिनः वदन्ति पक्षिणम् उद्दिश्य, भवतां द्वितीयम् आपादनं तदा सिद्ध्यति यदा निखिलावधिकत्वं स्वीक्रियते. प्रायः भवन्तः तथा कुर्वन्तः सन्ति, तदर्थमेव भूतलावधिकत्वं कपालावधिकत्वम् इति सर्वम् आगतम् इति. अत्र सर्वेषाम् अङ्गीकारः अस्ति वा अस्मिन् विषये अथवा किमपि चिन्तनं? जयन्ती भगिनी, जयन्ती भगिनी किं वदति? तदेव यथा भगिन्या उक्तं, भगिनी कस्यापि निखिलावधिकत्वं नास्ति. अनेन तर्केण एव पूर्वपक्षिणः आपादनं निराकर्तुं शक्नुमः इति प्राचीनाः वदन्ति. सिद्धान्तिनः वदन्ति. तर्हि अग्रे सरेम, राजेन्दर् महोदय अग्रे पठति वा? आम् आम् भगिनि. अस्य च नियत अवधिकत्वम् अस्ति चेत् निखिल अवधिकत्वम् अपि स्यात् इत्यस्य आपादनस्य निरासः क्रियते सिद्धान्तिना अग्रे विभागस्य उदाहरणं दत्त्वा. पृथक्त्वस्य अनेक अवधिकत्वं च प्रतिपाद्य अस्मात् सिद्धं भवति यत् यत्र यत्र नियत अवधिकत्वं तत्र तत्र निखिल अवधिकत्वम् इति आक्षेपः दोषपूर्णः. इदानीम् इदानीं पर्यन्तं यदा स्वीकुर्मः नियत अवधिक्तं यदि अस्ति चेत् निखिल अवधिक्तम् अपि स्यात्, सः तु आपादन दोषपूर्णः एव अस्ति. सिद्धान्तेन अग्रे विभागस्य उदाहरणं दत्वा पृथक्त्वस्य अनेक अवधिक्तं पृथक्त्वस्य अनेक अवधिक्तं च प्रतिपाद्यं. भगिनी किमस्ति प्रतिपाद्यं? प्रतिपाद्य इति ल्यबन्त तावदेव. उदाहरणं दत्वा पृथक्त्वस्य अनेकावधिकत्वं च प्रतिपाद्य आपादनस्य निरासः क्रियते इति. अस्मात् सिद्धं भवति यत्र यत्र नित्यावधिक्तं तत्र निखिलावधिक्तम् इति आक्षेप दोषपूर्णः. यथा यदि स्वीकुर्मः तत्र यदा वदामः नियतावधिकं, यत्र यत्र नियतावधिक्तम् अस्ति तत्र तत्र निखिल अवधिक्तम् अपि अस्ति, तत् आक्षेप दोषपूर्णः एव अस्ति. हा, सः आक्षेपः दोषपूर्णः, तस्य निवारणार्थं विभागस्य उदाहरणं दीयते अग्रे. अस्तु, लक्ष्मी भगिनी अग्रे पठति वा? वक्ष्यमाणविभागस्य द्रव्य उत्पत्तिद्वितीयक्षणेषु जायमानस्य अपि न निखिलावधिकम्. लक्ष्मी भगिनी सम्यक्तया न श्रूयते. एकनिमिषं भगिनि, इदानीं श्रूयते. श्रूयते. अस्तु, वक्ष्यमाणविभागस्य द्रव्य उत्पत्तिद्वितीयक्षणेषु जायमानस्य अपि न निखिलावधिकत्वं, किन्तु स्वनाश्यसंयोग संयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. द्रव्य उत्पत्ति द्वितीयक्षणे जायमानस्य विभागस्य न निखिलावधिकत्वम् अपि तु स्वनाश्यसंयोग आश्रय अवधिकत्वम् एव. विभागः कुत्र जायते? स्वेन नाश्यः यः संयोगः तदधिकरणे एव. घटभूतलविभागेन नाश्यः यः संयोगः घटभूतलसंयोगः. घटभूतलविभागेन कस्य नाशो जायते? घटभूतलसंयोगस्य नाशो जायते. घटकपालयोः संयोगः जायते किम्? न जायते किम्? न जायते. अतः तयोः विभागः अपि न सम्भवति. यत्र संयोगः अर्हः तत्रैव विभागः अपि भवति. तादृश अवधिकत्वमपि भवति विभागस्य, न अन्यत्. अस्तु, अत्र वक्ष्यमाणविभागस्य द्रव्य उत्पत्ति द्वितीयादिक्षणेषु जायमानस्य अपि, विभागः अपि एकः गुणः द्रव्य उत्पत्ति द्वितीयक्षणे जायमानमस्ति. तस् विभागस्थले न निखिलावधिकत्वं, किन्तु स्वनाश्यसंयोग आश्रय अवधिकत्वमेव हि नियमेन स्वीक्रियते. विभागस्थले विभागः कुत्र जायते इत्युक्ते यत्र स्वस्य नाशः भवति. स्वस्य संयोगस्य नाशः यस्मिन् आश्रय अधिकरणे तिष्ठति, संयोगः यथा यदा नाशः भवति तदा एव नियमेन विभागः स्वीक्रियते. अपि च द्रव्योत्पत्तिद्वितीयक्षणे जायमानस्य विभागस्य न निखिलावधिकत्वम् अपि तु स्वनाश्यसंयोग अवधिकत्वम् एव. आश्रय अवधिकत्वम् एव. संयोगस्थले अपि च विभागस्थले अवधिकत्वम् इति अवधिकत्वं कथं भवति इत्युक्ते आश्रय अवधिकत्वम् एव भवति इत्युक्ते कस्य आश्रयावधिकत्वं? संयोगस्य आश्रयं, संयोगस्य आश्रयं इत्युक्ते अत्र अत्र स्वम् इत्युक्ते विभागः, स्वम् इत्युक्ते विभागः, विभागेन नाश्यः संयोगः, स्वनाश्यसंयोगः इति अवगतं वा? तादृशसंयोगस्य आश्रये एव विभागस्य अवधिकत्वं भवति इति स्वनाश्यसंयोगाश्रयावधिकत्वं विभागस्य, न तु निखिलावधिकत्वम्. अस्तु भगिनि, अग्रे. अत्र विभागः कुत्र जायते? स्वेन नाश्यः यः संयोगः तत् अधिकरणे एव. इदानीमेव तस्य विषये उक्तं, तस्मिन् विषये उक्तं, घटभूतलविभागेन नाश्यः यः संयोगः घटभूतलसंयोगः. घटभूतल घटभूतल घटे भूतले अस्ति चेत् तयोः मध्ये विभागं यदा घटभूतलसंयोगस्य नाशः भवति तदा तदा एव. अथवा अत्र विपरीतरीत्या उक्तं, घटभूतलविभागे नाशः यदा यदा घटभूतलसंयोगः भवति. घटभूतलविभागेन कस्य नाशो जायते इत्युक्ते घटभूतलसंयोगस्य नाशः नाशः जायते. तथा तथैव घटकपालयोः संयोगः न जायते, यतोहि कपालः घट घटस्य अवयवः अवयव अतः तयोः विभागः अपि न सम्भवति. यत्र संयोगः अर्हः तत्रैव विभागः अपि भवति. तादृश अवधिकत्वमपि भवति विभागस्य, न अन्यत्. विभागस्थले अवधिकत्वं विभागस्थले अवधिकत्वं यदा भवति विभागस्थले यत्र संयोगः भवति तत्रैव विभागस्थले अवधिकत्वमपि तत्रैव विभागः भवति. विभाग संयोगस्य आश्रयः आश्रय एव विभागस्य अवधिः. संयोगस्य यः अवधिः सः एव भवति संयोगस्य आश्रयः. तर्हि एतावता सिद्धं खलु, घटकपालयोः संयोगः नास्ति अतः विभागः नास्ति, अतः घटविभाग विभागस्य अवधिकत्वं कपाले नास्ति अतः निखिलावधिकत्वं नास्ति विभागस्य. एकस्मिन् पदार्थे न भवति चेदपि निखिलावधिकत्वं नास्ति इति साधितं भवति इति विभागस्य गुणः. अत्र विभागस्थले न निखिलावधिकत्वम् इति प्रूफ् अस्ति खलु अत्र, न तु पृथक्त्वस्थले. पृथक्त्वस्थले पूर्वमेव दृष्टं, पूर्वम् अस्माभिः दृष्टं, किन्तु इयं चर्चा जायमाना अस्ति सिद्धान्तिनाम् अपि च पूर्वपक्षिणां मध्ये, अस्माभिः ज्ञायते इति तु सत्यं, किन्तु तयोः मध्ये या चर्चा जायमाना अस्ति तस्मिन् एतावत्पर्यन्तम् इदं न उक्तम्, इदं न साधितम्. ते कथं साधयन्ति विभागस्य उदाहरणं दत्वा कथं साधयन्ति इति अग्रे इतोपि पठनीयं भवति. अस्तु, अग्रिमपरिच्छेदः कः पठति? अन्तिमपरिच्छेदः वेङ्कटेशमहोदय अस्ति वा? अस्मि भगिनि, पठामि. स्वनाश्यसंयोगाश्रय अवधिकत्वमेव तन्निखिलावधिकत्वं नास्ति. वक्ष्यमाणविभागस्य द्रव्योत्पत्तिद्वितीयादिक्षणेषु जायमानस्यापि न निखिलावधिकत्वं, किन्तु स्वनाश्यसंयोगाश्रयवधिकत्वमेव हि नियमेन स्वीक्रियते. अत्र नियमेन स्वीक्रियते इत्युक्ते किं, नियमः कः? अपरं न स्वीक्रियते इति तात्पर्यम्. विभागः कयोः भवति? विभागः तयोर्मध्ये भवति, यः एकः तदवधिकत्वं न स्वीक्रियते इति अत्र नियमः. यतोहि विभागः द्विष्टः, तस्मात् कस्यचित् चिन्तनं स्यात् यत् घटभूतलयोः विभागः इति कथनेन अयं विभागः घटावधिकः अपि भूतलावधिकः अपि. किन्तु तथा नास्ति. प्रत्ययवशात् घटावधिकः विभागः इति यदा भवति तदा स च विभागः केवलं भूतले स्थितः, तत्र च भूतलं तस्य भूतले स्थितस्य विभागस्य अवधिः नास्ति विपरीतत्वेनापि. अतः तत्र अस्मिन् परिच्छेदे तत्र किमस्ति इत्युक्ते तत्र यत् सिद्धान्तिनः वदति तत्र वक्ष्यमाणविभागस्य इति अस्य आरभ्य वाक्ये संयोग स्वनाश्य संयोगा आशयावधिकत्वमेव तत्र स्वीक्रियते नियमेन. इत्युक्ते तत्र अपर निखिलावधिकत्वम् इति भिन्न नियमः न स्वीक्रियते विभागस्य विभागस्य स्थले. इत्युक्ते विभागः कुत्र भवेत् तयोर्मध्ये भवति यत्र एकः तदवधिकत्वं न स्वीक्रियते. इत्युक्ते तत्र यदा विभागः भवति विभागः द्विनिष्ठः इति कारणात् तत्र यदा घटभूतलयोगो विभागः भवति अयं विभागः घटावधिकविभागः अपि भवति भूतलावधिकः अपि भवति. यतः तस्य आश्रयद्वयम् अस्ति विभागः घटः अपि भूतलः अपि अवधिकः द्विनिष्ठः इति कारणात्. अतः तत्र इति कथनेन घटावधिकः अपि किन्तु तत् तथा नास्ति. प्रत्यवशात् घटावधिकविभागः इति यदा भवति तदा स च विभागः केवलं भूतले स्थितः, तत्र च भूतलं तस्य भूतले स्थितस्य विभागस्य अवधिः नास्ति विपरीतत्वेनापि. इति भवता उक्तमेव, यद्यपि विभागः द्विनिष्ठः तथापि विभागः एकस्मिन् एव स्वीक्रियते प्रतीतिवशात् इति भवता प्रतिपादितम् एव. घटावधिकविभागः भूतले अथवा भूतलावधिकविभागः घटः गते. अनेनापि सिद्ध्यति यत् तत्र निखिलावधिकत्वं नास्ति. अस्तु, इति एतावत्पर्यन्तम् अधीतवन्तः गते वर्गे. भगिनी मम सन्देहः अस्ति. एतस्मिन् परिच्छेदे विभागस्थले अपि संयोगस्थले यः अवधिः अस्ति त समान आश्रयः अवधिः अस्ति इत्येव अस्ति खलु भगिनी? परन्तु कदापि संयोगस्थले निखिलावधिकत्वम् अस्ति इति संयोगस्य निखिलावधिकत्वं तु नास्ति, परन्तु तेन आधारेण न साधयन्ति विभागस्य अपि निखिलावधिकत्वं नास्ति इति. एकस्मिन् समये एकः एव अवधिः भवति कुत्रापि, परन्तु भवती यदुक्तं तत् सर्वं सत्यं, तर्हि प्रश्नः कः? परन्तु अनेन किं साधितम् अस्ति? अनेन केवलम् इदं साधितम् अस्ति यत् विभागः कुत्र भवति, स्वनाश्यसंयोगाश्रये भवति, अपि च विभागस्य अवधिः कः, स्वनाश्यसंयोगाश्रयः एव अवधिः. यः संयोगः विभागेन नश्यते तस्य अवधिः यः कोऽपि अस्ति, अथवा तस्य संयोगस्य आश्रयः यः कोऽपि अस्ति, सः एव विभागस्थले अवधिः भवति इति. तावदेव खलु? परन्तु अतः विभागस्य निखिलावधिकत्वं न इति. अस्तु अस्तु, तथा नास्ति. केवलम् इदं सूचयितुं यत् संयोगः यत्र तत्रैव विभागः. कपालघटयोः संयोगः अस्ति वा? नास्ति, तर्हि तत्र विभागः अपि नार्हति. किन्तु नियमेन इति यः शब्दः अस्ति तद् इदानीं महोदयेन प्रतिपादितं, नियमे एकत्रैव भासते अवधिः, उभयत्र नास्ति इति. धन्यवादः. इत्युक्ते भगिनि एतस्य सारांशः इदानीं तत्र यद्यपि तत् द्वितीय आपादने यदि दोषरहितः भवितुम् अर्हति चेत् तत्र यत्र यदा निखिलावधिकत्वं भवति तथा एव तथा स्वीकर्तुं शक्यते, परन्तु निखिलावधिकत्वं यद्यपि विभागस्थले अपि तन्निखिलावधिकत्वं नास्ति इत्येव तत्र सिद्धान्तिनः वदन्ति, परन्तु निखिलावधिकत्वस्य लक्षणं तु किमपि तत्र प्रतिपादितं नास्ति किल. वाक्ये निखिलावधिकत्वस्य लक्षणं न प्रतिपादितं, सत्यं. केवलं किन्तु ते किं चिन्तयन्ति, पूर्वपक्षिणः मनसि पृथक्त्वस्य निखिलावधिकत्वम् अस्ति इति स्यात् चिन्तनं, तदर्थं ते द्वितीयम् आपादनं कुर्वन्ति, किन्तु वस्तुतः तथा नास्ति इति साधयितुं विभागस्य उदाहरणं. परन्तु विभागस्य नियतावधिकत्वमेव नास्ति अत्र, किञ्चित् इति प्रायः अग्रे आगच्छति, किं किमर्थं ते तथा वदन्ति इति. अस्तु तर्हि प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रिः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. शुभरात्रिः.